अस्तु, तर्हि अस्माकं पुस्तकमस्ति गीतसोपानस्य द्वितीयभागः. तत्र विषयः अस्ति सङ्ख्याः, तत्र विशेषतः विशेषणविशेषभावः, दशमपाठः. तत्र विस्तृतरूपेण वयं परिशीलितवन्तः गतसप्ताहे, अभ्यासमपि कृतवन्तः. तत्र विशेषतः तत्र एका सङ्ख्या द्वि त्रि चतुर् पञ्च इति न प्रथम चतस्रः सङ्ख्याः. तत्र वैशिष्ट्यमस्ति यत् त्रिषु लिङ्गेषु परिवर्तनं भवति. तदाधारीकृत्य अपि विभक्त्या अपि परिवर्तनं भवति प्रत्येकस्मिन् लिङ्गे. अस्तु, अस्मिन् प्रसङ्गे कोऽपि प्रश्नः वा? अग्रे सर्तुं शक्नुमः. तत्र गृहपाठः साधितः सर्वैः? आं महोदय. तत्र न कोऽपि आसीत्? न महोदय. अस्तु अस्तु अस्तु, तर्हि अग्रे सरेम. इदानीं महोदय, एकः प्रश्नः अस्ति विभक्तीनां विषये प्रसङ्गे. कुत्रचित् अहं मुख्यतया श्लोकेषु एतत् दृष्टवान्, मे निबोध मे शृणु इत्यादयः. अत्र तु मे अहं चिन्तयामि पञ्चमी विभक्ति भवति, परन्तु मे मम अस्मद् मे इति विकल्पेन भवति. तत्र त्रिषु विभक्तिषु इति अहं मन्ये. तत्र तत् सर्वे पश्यन्तु, विकल्पेन भवति प्रायः द्वितीयविभक्तिः, चतुर्थीविभक्तिः, अपि च तृतीयं नास्ति, षष्टि चतुर्थी द्वितीया एवं किमपि अस्ति. परन्तु अत्र उपयोगं अहं मन्ये इति, अत्र तु पञ्चमी न शृणोतु शृणोतु इति भवान् उक्तवान् वा खलु? मे शृणु मे निबोध द्वितीया अस्ति, द्वितीया मां शृणोतु. महोदय, चतुर्थी षष्ठी विभक्ति अत्र निर्दिष्टमस्ति, चतुर्थी षष्टि इति वा? आं महोदय, वयं दृष्टवन्तः. किं द्वितीय नास्ति इति वा? केवलं षष्टि चतुर्थी च. तर्हि षष्टि इति भवति, षष्टि इति कस्यामपि कस्मिन्नपि अर्थे भवति. नाम मम कथाम् इति, मम इति मम शृणोतु इति, तदर्थं तदपि भवति. मम पार्श्वे टेबल् अस्ति, टेबल् पे कोष्टकम् अग्रे सरेम, अग्रे सरेम. तर्हि षष्टि अस्ति, मामपि अस्ति महोदय. मां नास्ति, मह्यं मे मम मे. मामपि मे भवितुम् अर्हति महोदय, अत्र विकल्पेन त्रिषूणां कोष्टके किं लिखनमस्ति, चतुर्थी षष्टि इति वा? कोष्टके महोदय, कोष्टके मां मा न प्रश्नः अस्ति भगिनी, यः प्रश्नः अस्ति तं पश्यतु. प्रश्नः अस्ति तत्र मे कस्मिन् अर्थे, केषु अर्थेषु भवति, चतुर्थी षष्टि इति वा? अस्तु अस्तु अस्तु, वार्ता समाप्ता अस्ति. तर्हि षष्टि इति भवतु. परन्तु महोदय, अत्र मे शृणु इत्युक्ते अत्र त्वं शृणु खलु? न शृणु तु मध्यम मे इति त्वं न, तत्र मे इति अस्मादिति अस्य रूपं, न तु त्वं त्वत्. परन्तु अत्र कर्म तु त्वम् अस्ति खलु महोदय, त्वं शृणु इति, त्वं मां शृणु अथवा त्वं मम वाक्यं शृणु शृणोति कर्तरिप्रयोगः अस्ति. तर्हि कर्तरिप्रयोगः अस्ति, तर्हि कर्ता इति यः वदति तस्य, अस्तु महोदय, न क्षम्यतां, तत्र क्षम्यतां, नाम यस्य द्वितीयविभक्तिः अथवा प्रथमाविभक्तिः यः शृणोति खलु, अतः अनन्तरं यः वदति तस्य द्वितीय भवितुमर्हति स्म, षष्ठी अपि भवितुमर्हति स्म, अस्तु महोदय, त्वं मम कथनं शृणु, मम कथनं शृणु, सम्यक् एव, त्वं मां शृणु अपि भवितुमर्हति, अस्तु, हा किन्तु मां तु नास्ति खलु, मे इति अस्ति, अस्तु अग्रे सरेम, तत्र अस्य समयस्य सदुपयोगः इदानीम् अस्मिन् नास्ति, श्लोकः अपि पुरतः सर्वेषां नास्ति, किन्तु प्रायः वयं कुत्र, न हा हा इदानीम् अत्र पश्येम, अत्र सप्तषष्टितमे पुटे सुभाषितानि सन्ति, सप्तषष्टितमे पुटे 67 अत्र पश्येम, मिलित्वा किञ्चित् कुर्मः, अस्तु पद्मा भगिनी कृपया पठतु, आं महोदय, सप्तमषष्टिपुटे वा श्लोक, सप्तषष्टिः सङ्ख्यावाचकशब्दसहितानि एतानि सुभाषितानि पठत अवगच्छत च, एक एव खगे मानि, खगे कुत्र अस्ति, एक एव खगे, खगे कुत्र अस्ति, खगो, महोदय, एक एव खगो मानि वने वसति चातकः, क्षिपासितो वा म्रियते याचते वा पुरन्दरम्, अर्थं पठतु, वने वसत्सु पक्षीषु चातकपक्षी अत्यन्तं स्वाभिमानी, सः तस्य अर्थः कः, वने वसत्सु पक्षिषु चातकपक्षी अत्यन्तं स्वाभिमानी, चातकपक्षी नाम एकपक्षी, अनेकपक्षीषु वने निवसति पक्षीषु अत्यन्त स्वाभिमानी पक्षी अस्ति, अस्तु समीचीनमस्ति, अग्रे, सः जलार्थं भगवन्तम् इन्द्रमेव याचते, न तु अन्यं कमपि, चातकपक्षी जलार्थं भगवन्तम् एव प्रार्थनां करोति, अन्य पशुपक्षिणी या मानवानि न याचयति, पिपासया मारणावस्थामेव प्राप्नुयात् चेदपि सः इन्द्रात् अन्यं न याचते, जलं विना चातकपक्षी मृत्यु आह्वयति, परन्तु अन्य कोऽपि न याचति, अस्तु अस्तु अस्तु समीचीनमस्ति, तर्हि पुनः तत्र सुभाषितं पठतु, वने वसत्सु पक्षीषु चातकपक्षी सुभाषितं एक एव खगोमानी वने वसति चातकः, पिपापितो वा म्रियते याचते वा पुरन्दरम्। अर्थः स्पष्टः अस्ति वा सर्वेषां कृते? अत्र मानि इति कीदृशं भगिनी वदतु, मानि इति कीदृशपदमस्ति? स्वाभिमानी, अभिमानी न, अर्थः न, कीदृशपदमस्ति व्याकरणदृष्ट्या? प्रातिपदिकं किं, विभक्तिः का, लिङ्गं किं? मानवती प्रातिपदिकं किं, लिङ्गं किं, विभक्तिः का? मनसि। मानिन् महोदय प्रातिपदिकं, मानिन् शब्दः अस्ति, नकारान्तशब्दः अस्ति, हलान्तशब्दः अस्ति। स्त्रीलिङ्गं कथं वा स्यात्? खगः खगो इत्यस्य तत्र लिङ्गं किं? तदानीं स्त्रीलिङ्गे भविष्यति यदा किमपि विशेषमस्ति यस्य स्त्रीलिङ्गत्वम् अस्ति खलु। अस्तु, सुब्रह्मण्यमहोदय तत्र वदतु किमस्ति अत्र मानी प्रथमाविभक्ति खग खगस्य विशेषणमस्ति महोदय, अत्र मानी खगः। अत्र खगः अस्ति, खगः विसर्गसन्धिं कृत्वा खगो अस्ति, किन्तु तत्र प्रकृतौ खगः अस्ति। यथा देवः पुल्लिङ्गशब्दः प्रथमाविभक्तौ, तदनुसृत्य मानीयति मानिन् इति अस्ति, यस्मिन् मानः अस्ति सः यः धनी अस्ति खलु, धनिन्, यस्य धनमस्ति सः धनी, यस्य मानम् अस्ति सः मानी प्रथमाविभक्तौ। तर्हि लिङ्ग् अत्र पद्माभगिनी वदतु, माने इत्यस्य लिङ्गं किं? पुरुषलिङ्गं। किमर्थं? खगः पुल्लिङ्गं, पुल्लिङ्गशब्दः, पुल्लिङ्गः पुल्लिङ्गशब्दः। अस्तु, तर्हि अत्र मानि इत्यस्य यदि स्त्रीलिङ्गे स्यात् तस्य रूपं किम्? मानिनी। मानिनी, समीचीनमस्ति। अस्तु, सन्ध्या भगिनी अवगच्छति वा? भगिनी शिल्पा भगिनी अवगच्छति वा? न महोदय, सम्यक्तया न अवगच्छामि। किं किम् अवगच्छति? खगः इति जानाति वा? खगः, खगः इत्युक्ते देवः? न, देवः इति न, एकः पक्षी अस्ति। ओ, खगः पक्षी अस्ति, पक्षी जानाति खलु, पक्षी। मानी एतस्य अर्थः न, सम्मानम् इति जानाति वा? मानम् इति एकः शब्दः अस्ति, सम्मानः, मानशब्दस्य तत्र गौरवम्, आदरः, स्वस्यं, स्वं प्रति, प्राइड् इति। एक एव खगः मानी वने वसति, तत्र ख ख नाम ख इत्युक्ते आकाशः, आकाशः, ख इत्युक्ते आकाशः, ग इति गच्छति, यः ख यः आकाशे गच्छति सः खगः। शुभ भगिनि, अवगच्छति, धन्यवादः। एक एव खगः मानी वने वसति, चातकः, पक्षिविशेषः इति चातकः अस्ति, चातकः इति पक्षी, किं स्पेरो अस्ति खलु इति। अस्तु, तर्हि चातकः इत्युक्ते स्पेरो, चातकः नाम एकः पक्षी इति पक्षिविशेषः। इति अस्ति. हा, तर्हि एक एव पक्षी मानि वने वसति चाटकः, पिपासितः अस्ति चेदपि, मरणावस्थायामपि अस्ति चेदपि केवलं याचते. अत्र पुरन्दरः इति तत्र इन्द्रशब्दस्य पर्यायवाचिशब्दः, समानार्थकशब्दः. इन्द्रशब्दं जानाति खलु इन्द्रः? आम्. तत्र पुरन्दरः तस्य समानार्थिकशब्दः अस्ति, तस्मिन्नेव अर्थे अस्ति, स एव देवः अत्र. अवसति वा? पुरन्दरः इति प्रथमविभक्तौ, पुरन्दरमिति द्वितीयविभक्तौ. पिपासितः इति जानाति वा? यः जलं जलमिच्छति. अवगच्छति नाम अवगच्छामि इति वदतु. अवगच्छामि. पिपासितः. अस्तु, अग्रे गच्छेम तर्हि. लक्ष्मी भगिनी अग्रे. तत्र सुभाषितस्य अर्थं प्रथमतया पठतु. यत्किमपि कार्यं साधयितुं शस्त्रं शास्त्रं चेति विद्याद्वयं वर्तते. प्रथमा शस्त्रविद्या वार्धक्ये हास्यास्पदं भवति, परं द्वितीया शास्त्रविद्या सदैव गौरवास्पदं भवति. मन्दं मन्दं तत्र सुपानेन पुनः पठित्वा वदतु. यत् किमपि कार्यं साधयितुं शस्त्रं शास्त्रं चेति च इति विद्याद्वयं वर्तते. तस्य अर्थः कः? वयं किमपि कार्यं कर्तुम् इच्छामि चेत् शस्त्रं शास्त्रं द्वे अपि विद्याद्वयं भवति. अस्तु. प्रथमा शस्त्रविद्या. किन्तु सम्यक्तया वदतु, द्वे विद्याद्वयमिति एतत् सर्वं भवति वा तथा? सम्यक् वदतु. विद्याद्वयं अस्माकं पाठः अस्ति सङ्ख्या खलु, तर्हि विद्याद्वयमिति किमपि नास्ति. तत्र सम्यक्तया वदतु. आं महोदय. जानाति एव, वदतु शीघ्रमेव. किमपि नास्ति. लिङ्गं दृष्ट्वा तत्र सङ्ख्यां द्वे वदतु. द्वे विद्याद्वयं विद्या स्त्रीलिङ्गरूपं विद्याद्वयं न विद्याद्वयमिति त्यजतु. विद्या द्वे विद्या कथं स्यात्? तत्र अत्र अभ्यासपुस्तकं नास्ति. सम्यक्तया वदतु, द्विवचने किमस्ति? प्रथमविभक्तौ स्त्रीलिङ्गे नपुंसकलिङ्गे अपि समानं रूपमेव. हा, किन्तु विद्या स्त्रीलिङ्गरूपं. हा, द्विवचने वदतु. द्विवचने अपि द्वे एव द्वे विद्ये महोदय भगिनी एतावत् न अवगच्छति वा लक्ष्मी लक्ष्मी भगिनी वदतु द्वे विद्ये स्तः अस्मिन् किमस्ति किमपि नास्ति द्वे विद्ये स्तः एका विद्या अस्ति द्वे विद्ये स्तः तत्र बहुवचने किं भवति द्वे विद्ये स्तः बहुवचने त्रयमस्ति विद्यात्रयमस्ति चेत् विद्याः सन्ति अस्तु तर्हि अत्र द्विवचने अस्ति वदतु पुनः किमपि कार्यं कर्तुम् इच्छामश्चेत् किमपि कार्यं कर्तुमिच्छामि चेत् शस्त्रं शास्त्रं च इति द्वे विद्ये स्तः प्रथमा शस्त्रविद्या एषा शस्त्रविद्या वार्धक्ये हास्यास्पदं भवति इत्युक्ते वयं कर्तुं न शक्नुमः शस्त्रविद्यायाः उपयोगं वार्धक्ये वयं कर्तुं न शक्नुमः वार्धक्यं नाम वृद्धाप्यं वृद्धावस्था सर्वे अवगच्छन्ति सन्ध्या भगिनी अस्ति न वा किमभवत् अस्तु तर्हि शिल्पा भगिनी वदतु अवगच्छति वा न महोदय किन्तु अस्तु अहं ध्वनिमुद्रक अनन्तरम् अहं ध्वनिमुद्रकं पुनः श्रोष्यामि अस्तु किन्तु अत्र समस्या का अस्ति शास्त्रं शास्त्रमिति जानाति वा शास्त्रं जानाति खलु शास्त्रं शास्त्रम् अवगच्छामि किन्तु शस्त्रं किं शस्त्रं यत्र यत्र युद्धमस्ति युद्धं युद्धमिति जानाति खलु आं युद्धं जानामि तत्र शस्त्राणि सन्ति शस्त्रं नाम तत्र कानि उदाहरणानि सन्ति शस्त्रस्य न अन्ये जनाः वदन्तु बाणं खड्गं खड्गमस्ति अन्यत् किमपि अस्ति छुरिका अस्ति खड्गमस्ति अन्यत् किमपि अस्ति इमानि शास्त्राणि शस्त्राणि सन्ति शस्त्रम् अवगच्छति वा इदानीम् अवगच्छामि तर्हि शस्त्रमपि अस्ति शास्त्रमपि अस्ति तत्र कार्यं साधनार्थं कार्यस्य साधनार्थं तत्र यन्त्रद्वयं भवति तत्र शस्त्रं शास्त्रं च यदा वायुः अधिका अस्ति कोऽपि वृद्धः भवति अथवा वृद्धा तस्मिन् समये तत्र शस्त्रस्य उपयोगः तदानीं सम्भवः नास्ति खलु अतः हास्यास्पदमस्ति हास्यास्पदं नाम हास्यं हसति इति हास्यास्पदं नाम वयं कर्तुं न शक्नुमः इति अर्थः हास्यास्पदं नाम तदेव हास्यं नाम हसति अवगच्छति वा अवगच्छामि अस्तु भगिनी अग्रे परं द्वितीया शास्त्रविद्या सदा एव गौरवास्पदं भवति. नाम द्वितीया शास्त्रविद्या अस्ति, एषा विद्या सदा गौरवनीयं भवति, वयम् उपयोगं कर्तुं शक्नुमः, कार्यं साधयितुं शक्नुमः. अस्तु, इदानीं समीचीनमस्ति. गौरवं, गौरवमिति शुभा भगिनी जानाति वा गौरवं? गौरवं न. गौरवं नाम तत्र किमपि समीचीनम् अस्ति. गौरवं मानस्य वार्ता अस्ति, आदरस्य वार्ता अस्ति, गौरवास्पदं बहु सम्यक् भवति. शास्त्रविद्या सदा एव नाम सर्वदा बहु समीचीनम् उपयोगी अस्ति, उपयोक्तुं शक्नुमः. मम पवर् कट् आसीत्. इदानीं पुनः अस्ति. अस्तु, समीचीनमस्ति. इदानीं द्वितीय सुभाषितमस्ति तत्र पेज् 67 इति, तत्र पश्यतु. अस्तु अस्तु, इदानीं द्वितीय सुभाषितं समाप्यमानमस्ति, अनन्तरं तृतीयं तत्र मिलित्वा करिष्यामः. अस्तु भगिनि, पठतु. विद्याशास्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये आद्या हास्याय वृद्धत्वे द्वितीया द्वितीयाद्रियते सदा. विद्याशास्त्रं च शास्त्रं च द्वे विद्ये प्रतिपत्तये आद्या हास्याय वृद्धत्वे द्वितीयाद्रियते सदा. हा, तत्र अर्थं वदतु कथमस्ति. प्रतिपत्तये इत्यस्य का विभक्तिः? चतुर्थी. प्रतिपत्तिः. अस्तु, वाक्यस्य अर्थः कः? अत्र अस्ति. कार्यं कर्तुं शस्त्रं शास्त्रं च इति द्वे विद्ये स्तः. अत्र प्रतिपत्तये नाम प्रतिपादनम्. अत्र प्रायः उत्पद्यते अथवा तत्र प्राप्येते. प्राप्तिः भवति द्वयोः तत्र विद्ययोः प्राप्तिः. प्रतिपत्तिः शब्दस्य अर्थः कः? सामान्यतया भवति तत्र दोषः इति सामान्यतया अर्थः अस्ति. अत्र तथा नास्ति. प्रतिपत्तिः इति समस्या, दोषः, तत्र इन्कङ्ग्रुएन्सि, एतत् सर्वं भवति प्रतिपत्तिः. किन्तु अत्र प्राप्तिः इति अर्थः. अत्र आद्या नाम आदिः न, प्रथमा. अत्र विशेषणमस्ति. आदि विशेषणमस्ति वा? अत्र आद्या इत्युक्ते प्रथमा, परन्तु आद्या शब्दस्य रूपम् आदि अथवा न आदि इति विशेषणं नास्ति. आद्यः इति तस्य विशेषणरूपम् अस्ति, विशेषणमस्ति. अतः तस्य अर्थः प्रथमः, आद्यः, प्रथमः. अत्र स्त्रियाम् अस्ति किमर्थम्? आद्या किमर्थं श्रेयमस्ति? हास्याय वृद्धत्वे आद्या वृद्धत्वे हास्याय द्वितीया व्यर्थाय अनन्तरं द्वितीया आद्रियते सदा आद्रियते नाम आदरणं कुर्वन्ति गौरवं गौरवास्पदं भवति आद्रियते हा इति दृढधातुः आ उपसर्गपूर्वकः दृढधातुः तत्र आदरः इति तादृश अर्थः अस्ति अस्तु बहु सम्यक् अस्ति महोदय अहं शब्दकोशे दृष्टवती प्रतिपत्ति अर्थं एड्मिशन् ग्राण्टिङ्ग् एसर्टेन्मेण्ट् वेल्कम् अण्ड् एक्नालेज्मेण्ट् हा प्राप्तिः इति मया उक्तं तादृशः अर्थः अस्ति वस्तुतः अस्य शब्दस्य बहवः अर्थाः सन्ति यथा मया उक्तम् अस्तु समीचीनमस्ति तर्हि अग्रे गच्छेम अन्यः सुब्रह्मण्यम् तत्र पठतु कृपया अर्थं प्रथमतया जगति भूमौ जलम् अन्नं सुभाषितं च इति त्रीणि रत्नानि सन्ति किन्तु मूढाः जनाः पाषाणखण्डान् एव रत्नानि मन्यन्ते जगति भूमौ जलम् अन्नं सुभाषितं च इति त्रीणि रत्नानि सन्ति अत्र विषयः अस्ति अस्मिन् लोके जलम् अन्नं सुभाषितं च इति त्रीणि रत्नानि भवन्ति परन्तु मूढाः जनाः पाषाणखण्डानि किम् अत्र रत्नानि रत्नानि इत्युक्ते अत्र प्रधान अत्र प्रधानम् अथवा मुख्य अमूल्य मूल्यविषयाः मूल्यपदार्थाः इति भवति महोदय मूल्यपदार्थः इति तत्र मूल्य इति विशेषणमस्ति वा तत्र मतूप् इति संयोजयतु मतूप् इति अस्मिन् विषये वयं चर्चितवन्तः पूर्वं खलु महोदय एकनिमिषः तत्र मूल्यवत् मूल्यवान् अथवा मूल्यवत् एव भवति मूल्यवत् पद मूल्यवत् मूल्यवान् विषयाः अथवा मूल्यवत् पदार्थः इति विषयाः इति बहुवचने उक्तवान् खलु तदर्थम् आं महोदय मूल्यवान् मूल्यवन्तौ मूल्यवन्तः विषया मूल्यवन् भवन् भव मूल्यवतः विषयान् वाक्यं पुनः वदतु आरम्भतः तदेव वाक्यं वदतु अस्तु महोदय अस्मिन् लोके जलम् अन्नं सुभाषितं च इति त्रीणि मूल्यवतः विषयान् अत्र तु मूल्यवन्तः विषयाः सन्ति अस्तु समीचीनमस्ति किन्तु सङ्ख्या अपि तथा स्यात् खलु त्रीणि इत्युक्ते अत्र त्रयः मूल्यवतः मूल्यवन्तः विषयाः सन्ति. हा, इदानीं सम्यक् अस्ति. पुनः वाक्यं वदतु कृपया. अस्मिन् लोके जलम् अन्नं सुभाषितं च इति त्रयः मूल्यवन्तः विषयाः सन्ति. इदानीं सुन्दरम् अस्तु अग्रे. परन्तु मूढाः जनाः पाषाणखण्डान् इत्युक्ते शिलाखण्डान् एव रत्नानि इति मन्यन्ते. इत्युक्ते शिलाखण्डान् एव मूढाः जनाः अत्र मूल्यवत् द्रव्यम् इति चिन्तयन्ति. हा, नाम शिलाखण्डम् इति कीदृशं शिलाखण्डं? यत्किमपि शिलाखण्डं न महोदय, विशेषशिलाखण्डम् अस्ति. रत्नमिति नाम्ना? रत्नमिति विशेषशिलाखण्डम् अस्ति. अस्तु, सर्वे अवगच्छन्ति वा? सन्ध्या भगिनी अवगच्छति? यः यं शिलाखण्डम् अङ्गुलिकायां अस्ति. सत्यम्. अस्तु, सुभाषितं पठतु महोदय. पृथिव्यां त्रीणि रत्नानि जलमन्नं सुभाषितं मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते. किञ्चित् वदतु. अत्र प्रथमतया पृथिव्यां त्रीणि रत्नानि जलम् अन्नं सुभाषितं. प्रथमम् अत्र जलम् अन्नं सुभाषितम् इति त्रीणि रत्नानि अस्मिन् लोके भवन्ति इति अस्ति. तदनन्तरं मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते इत्युक्ते मूढाः जनाः शिलाखण्डान् इव रत्नम् इति चिन्तयन्ति. अस्तु, समीचीनमस्ति. अग्रे सरेम, शुभा भगिनी पठतु कृपया. अग्रिमस्य सुभाषितस्य अर्थं पठतु. एकनिमिष. श्रोतुं शक्नोति? ज्येष्ठानां अभिवादनस्य स्वभावः यस्य अस्ति यः वयोवृद्धानां ज्ञानवृद्धानां च सेवनं करोति तस्य आयुः विद्या यशः बलं चेति एतानि चत्वारि वर्धन्ते. तर्हि ज्येष्ठः इति जानाति खलु ज्येष्ठः? आम्, सर्वात् ज्येष्ठः प्रथमः अस्ति. सम्यक्तया न वक्तुं शक्नोमि किन्तु ज्येष्ठानाम् अभिवादनस्य स्वभावः यस्य अस्ति. अभिवादनं नाम लक्ष्मीभगिनी वदतु. ज्येष्ठानाम् अभिवादनस्य स्वभावः यस्य अस्ति. अभिवादनम् इत्युक्ते नमस्कारः प्रणामः ज्येष्ठानां सम्माननं तत्र सम्माननस्य स्वभावः यस्य अस्ति ये ज्येष्ठाः बहु समीचीनाः सन्ति सुब्बा भगिनी शृणोतु ज्येष्ठाः ये बहु समीचीनाः सन्ति तान् प्रति यः तादृशान् प्रति यः अग्रे पठतु सुब्बा भगिनी यः वयोवृद्धानां यः वयोवृद्धानां ज्ञानवृद्धानां च सेवनं करोति अस्तु तावदेव इदानीं वृद्धः नाम केवलं यस्य आयुः अधिका अस्ति इति नास्ति वस्तुतः वृद्धः तत्र वर्धते वृद्धधातोः अर्थः अस्ति वर्धते नाम अग्रे गमनार्थं यः बहु अग्रे गतः तत्र वायुविषये तत्र क्षम्यतां वयसः विषये यः बहु अग्रे गतः अस्ति सः वयसि वृद्धः अस्ति किन्तु यः वृद्धः ज्ञानविषये सः अपि वृद्धः अस्ति इति उच्यते तत्र ज्ञानवृद्धः अस्ति अतः वयोवृद्धः अस्ति वयसि वृद्धः ज्ञाने वृद्धः शुभभगिनी वचति वा आम् यस्य वर्धनमस्ति तस्मिन् विषये वर्धनम् इत्युक्ते वृद्धाः पुनः वदतु वृद्धाः सन्ति अस्तु तर्हि अत्र यः वयोवृद्धानां भगिनी वदतु यः वयोवृद्धानां ज्ञानवृद्धानां च सेवं करोति तस्य इत्युक्ते च सेवनं करोति किन्तु यः वयोवृद्धस्य कृते ज्ञानार्जनस्य कृते च सेवनं करोति वृद्धनस्य कृते इति न अत्र नकारः किमर्थमस्ति नकारः षष्ठी बहुवचने अस्ति तावदेव अस्ति वृद्धः वयोवृद्धस्य ज्ञानवृद्धस्य कृते सेवनं करोति सेवां करोति यः तथा करोति तस्य अग्रिपठतु तस्य आयुः विद्या यशः बलं चेति एतानि चत्वारि वर्धन्ते तर्हि तेषां कृते सेवां करोति तस्य तस्य तस्यापि लाभः इति जानन्ति लाभशब्दं तस्य लाभः भवति न तस्य लाभः भवति आम् नाम चतुर्षु क्षेत्रेषु तस्य लाभः भवति आयुक्षेत्रे विद्याक्षेत्रे यशक्षेत्रे बलक्षेत्रे एतेषु चतुर्षु क्षेत्रेषु तस्य यः तेषां तत्र सेवां करोति तस्य लाभः एतेषु क्षेत्रेषु भवति इति अर्थः. स्पष्टमस्ति वा? स्पष्टमस्ति. अस्तु, अग्रे गच्छेम. तत्र सन्ध्या भगिनी पठतु अग्रे. बुद्धिमता. आम्, बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयं. पञ्चभिः बहुभिः जनैः सह स्थातव्यं वक्तव्यं च. एवं पञ्चभिः बहुभिः सह जीवनेन कदापि दुःखं न भवति. पुनः पठतु आरम्भतः. बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयम्. जनेन इत्यस्य का विभक्तिः? तृतीया विभक्ति एकवचन. हा हा, बुद्धिमता तृतीया विभक्ति. तृतीया विभक्ति एकवचनमस्ति. नाम बुद्धिमान् जनः तेन. बुद्धिमान् जनः यः तेन पञ्चभिः जनैः सह गमनं करणीयम् इत्युक्ते पञ्चभिः इत्युक्ते पञ्च एकं द्वे अत्र पूर्वतने पूते तत्र पूटद्वये पूर्वं तत्र पश्यतु तत्र त्रिषष्टितमे पुटे 63 तत्र विभक्तिरूपाणि सन्ति रक्तवर्णस्य. तत्र पञ्च पञ्च तृतीया विभक्तिः पञ्चभिः चतुर्थी पञ्चभ्यः. पश्यति? आं पश्यामि. पञ्चभिः पञ्चभ्यः पञ्चभ्यः पञ्चानां पञ्चसु इति विभक्तिरूपाणि सन्ति. तर्हि तृतीयविभक्तिः शब्दः पञ्चभिः. किमर्थं तृतीयविभक्तौ अस्ति अत्र? विशेषणविशेष. तत्र विशेष्यं किम्? जनैः इति अस्य तृतीया किमर्थम् अस्ति? जनैः सह. सः इति यत्र सः इति पदं भवति तत्र तृतीया भवति खलु. तेन सह गच्छामि. अत्र च बुद्धिमता जनेन इति द्वयोः उत्पदयोः तृतीया विभक्तिः या अपि च पञ्चभिः जनैः इति तृतीया विभक्तिः तत्र भिन्नमस्ति. उभयत्र भिन्नमस्ति कारणं. पञ्चभिः जनैः किमर्थं तृतीया इति चेत् सः इति पदस्य कारणेन. किन्तु बुद्धिमता जनेन इति तृतीया किमर्थमस्ति इति चेत् अग्रे ज्ञास्यामः. नाम अनन्तरम् अपरस्मिन् पाठे अग्रे गत्वा भविष्यति. यतोहि अत्र गमनं करणीयमिति कर्मणि प्रयोगे अस्ति. कर्मणि प्रयोगे मया कार्यं कर्तव्यमस्ति. मया कार्यं करणीयम्. अहं कार्यं करणीयमिति नास्ति. अहं कार्यं करोमि किन्तु मया कार्यं करणीयमस्ति. मया तृतीया यत् कर्मणि प्रयोगे पासिव् वाय्स्. अत्र बुद्धिमता जनेन गमनं करणीयं कैः सह? बुद्धिमता जनेन गमनं करणीयं कैः सह? जनैः सह. हा हा, पञ्चभिः जनैः. पञ्च कः पञ्चः जनाः नाम बहु नाम बहुभिः जनैः सह ओ अस्तु केवलं नाम एकाकी न मा भवतु एकाकी मा भवतु इति अर्थः यः समाजे वसति समाजे वसति तत्र सामूहिकरूपेण यः वसति तत्र लाभः भवति एकाकी एक एव मा तिष्ठतु यदि परिसर बहवः बुद्धिमता जनाः सन्ति समीचीनमस्ति हा अपि च तत्र यथा कीटाः सन्ति खलु कीटः इति जानाति वा न कीटः तत्र यथा पिपीलिका जानाति वा पिपीलिका आम् हा तत्र पिपीलिका इति एकः कीटः अस्ति तत्र केचन कीटाः चलन्ति भूमौ केचन कीटाः तत्र वायौ गच्छन्ति तत्र दयन्ते खलु मक्षिकाः तत्र यथा पिपीलिकः अपि च तत्र मक्षिका नाम कोऽपि वदतु नाम तत्र स्पैडर् संस्कृतभाषायां स्पैडर् किमस्ति जेड न न संस्कृतभाषायां स्पैडर् तु षट्पादः अस्ति खलु महोदय मक्षिका इत्युक्ते अत्र हौस् फ्लै अथवा मक्षिकः किन्तु न किन्तु अन्यशब्दः अपि अस्ति अस्तु यत्किमपि भवतु कोऽपि पश्यतु सङ्गणके यत्किमपि भवति तत्र स्पैडर् सन्ध्या भगिनी वदतु तत्र स्पैडर् तत्र एकाकी वसति अथवा सामूहिकरूपेण वसति एकाकी वसति खलु पिपीलिकाः बहवः तत्र समाजे वसन्ति खलु पिपीलिकाः इदानीं मनुष्यः कीदृशः एकाकी तिष्ठति यथा स्पैडर् भवति अथवा पिपीलिकाः यथा द्वयोः साङ्गिकपशुः हा नाम वस्तुतः मनुष्यः एकाकी न तिष्ठति वयं जीवितुं न शक्नुमः कुतः तत्र यथा स्पैडर् भवति तत्र एकाकी स्थित्वा तस्य भोजनं सर्वमपि भवति खलु वयम् एकाकी तिष्ठामः तत्र शाकः कुतः आगमिष्यति जलं कुतः आगमिष्यति यदि वास्तवे एकाकी अस्मि नाम अन्यैः सह न वसामि तर्हि तत्र भोजनं कुतः आगमिष्यति ये तत्र क्षेत्रे कार्यं कुर्वन्ति नाम शाकस्य क्षेत्रे तत्र ते जनाः न सन्ति चेत् मम शाकः कुत्र भविष्यति ओदनं कुतः आगमिष्यति इति कृत्वा तत्र वयं यथा पिपीलिकाः वसन्ति तथा अपि वयं स्मः खलु अपि च यत्र बहवः जनाः सन्ति तत्र मनसः अपि वर्धनं भवति यदि अहम् एकाकी तत्र मम अध्ययनं मम मनसः वर्धनं कथम् स्यात् यत्र अन्ये जनाः सन्ति तदानीं खलु वयम् अस्माकं सहवासः अस्ति तत्र सहयोगः भवति मिलित्वा कोऽपरेशन् इति सहयोगः भवति एतत्सर्वं भवति मिलित्वा तर्हि बुद्धिमता जनेन पञ्चभिः जनैः सह गमनं करणीयं जीवने अग्रे पठतु पञ्चभिः जनैः सह स्थातव्यं वक्तव्यं च नाम बहवः जनैः सह न बहु जनैः सह लिखितमस्ति बहुभिः बहुभिः जनैः सह वयं वसितुमिच्छामः वक्तुमिच्छामः स्थातुमिच्छामः वक्तुमिच्छामः नाम तत् तथा कुर्मश्चेत् समीचीनमस्ति अस्तु अग्रे एवं पञ्चभिः सह जीवनेन कदापि दुःखं न भवति यदि जनाः सन्ति दुःखं न भवति किमर्थं पञ्चभिः इत्युक्तम् विशेषतः पञ्च इति भवेत् इति वा किमर्थं पञ्च चतुर्थी न षष्टी न इति पद्मा भगिनी किं वदति अहं चिन्तयामि पञ्चभूता न अधिकचिन्तनं नापेक्षितम् अत्र पञ्चभूत इति अधिकचिन्तनं नापेक्षितम् अत्र पञ्चभिः इत्युक्ते बहवः जनाः यत्र बहवः जनाः सन्ति अत्र केवलं तत्र प्रतीकरूपेण प्रतीक नाम बहूनां जनानां तत्र प्रतीकरूपेण तत्र पञ्च इति उक्तं तावदेव अतः वारं वारं बहुभिः इति लिखितमस्ति पञ्चभिः इत्युक्ते बहुभिः यत्र त्रयः जनाः सन्ति तत्र बहवः इति न वदामः यत्र चत्वारः इति बहवः इति न वदामः किन्तु प्रायः पञ्च इत्यस्मात् आरभ्य बहवः तत्र समूहः अस्ति यदा पञ्चजनाः सन्ति तत्र समूहः जातः अस्ति दशजनाः विंशतिजनाः न यत्र पञ्च इत्यस्मात् आरभ्य तत्र बहवः जनाः सन्ति इति चिन्तयितुं शक्नुमः तावदेव अस्ति एवं पञ्चभिः बहुभिः तत्र पञ्चभिः इत्यस्य स्थाने बहुभिः इति स्थापयितुं शक्नुमः बहुभिः अत्र इदानीं सन्ध्या भगिनी तत्र सुभाषितं पठतु पञ्चभिः पठतु पञ्चभिः पुनः पठामि न न सुभाषितम् ओ आम् पञ्चभिः सह गन्तव्यं स्थातव्यं पञ्चभिः सह पञ्चभिः सह वक्तव्यं न दुःखं पञ्चभिः सह इदानीं स्पष्टमस्ति वा आम् समाजे वसतु अस्तु समीचीनमस्ति अग्रे सरेम तर्हि महोदय प्रायः भवान् मधुमक्षिका इत्यस्य प्रसक्तिः कर्तुम् इच्छति अत्र समूहजीवनस्य विषये मधुमक्षिका पिपीलिकाः अपि तथा सन्ति खलु पिपीलिकाः अपि समाजे वसन्ति नाम स्पैडर् इति उदाहरणं यतोहि सः स्पैडर् तत्र एकाकी वसति इति तावत् एकाकी किं प्रश्नः आसीत् वा किं न श्रूयते मया कोऽपि प्रश्नः वा शब्दकोशे स्पैडर् इत्युक्ते स्वादर ओ अस्तु अस्तु जालिका बहवः शब्दाः स्युः अस्तु अग्रे गच्छेम तर्हि सुब्रह्मण्यं महोदय तत्र अग्रे पठतु आम् महोदय परिश्रमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः इत्येते षड् गुणाः यत्र सन्ति तत्र ईश्वरः साहाय्यं करोति तत्र अर्थः स्पष्टः खलु किञ्चित् वदतु यत्र यत्र परिश्रमः इत्युक्ते कर्षणम् अथवा कार्यम् इत्यस्य प्रसक्तिः भवति. साहसम् इत्युक्ते सहवासं महोदय अत्र न साहसम् इत्युक्ते धैर्यमेव. परन्तु धैर्यमपि अस्ति खलु महोदय अत्र? हा किन्तु तदेव अस्ति वस्तुतः. साहसम् इत्युक्ते धैर्यं धैर्यं यः साहसः तत्र सः वासति न अटः. साहसः इत्युक्ते धैर्यं. परन्तु अत्र धैर्यम् अस्ति खलु महोदय इत्युक्ते तदर्थमेव अहम् अन्यत् चिन्तयामि. बुद्धिः इत्युक्ते साहसं तदेव अस्ति. पश्यतु तत्र शब्दकोशे साहसम् इत्युक्ते एव यः साहसः सः धैर्यवान्. अस्तु महोदय अग्रे अग्रे. यः कार्यं करोति साहसं प्रदर्शयति धैर्यमस्ति बुद्धिः इत्युक्ते यस्य मेधावी यः मेधावी अस्ति शक्तिः अपि अस्ति पराक्रमः अपि अस्ति. एते अस्ति चेत् ईश्वरः अपि सहायं भवति. अत्र विषयः अस्ति गुणविषयः अस्ति. अत्र षड्गुणाः इति प्रसक्तिः अस्ति. परिश्रमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः एते षड्गुणाः यस्मिन् अस्ति तस्य ईश्वरः अपि सहायं करोति इति अस्ति महोदय. अस्तु समीचीनमस्ति. तत्र पठतु. उद्यमः साहसं धैर्यं बुद्धिः शक्तिः पराक्रमः षडेते यत्र वर्तन्ते तत्र देवः सहायकृत्. अत्र उद्यमः नाम उद्यमः इत्युक्ते अत्र परिश्रमः इति दत्तमस्ति महोदय. समीचीनं समीचीनमस्ति. एतत् सर्वं स्पष्टं स्यात्. अग्रे गच्छेम. अत्र षडेते इत्युक्ते महोदय षट् एते. हा सत्यं षट् एते. हा एते षट् एते षट् एते एते षट्. हा अस्तु अग्रे श्रेम. पद्माभगिनी पठतु कृपया. साहसम् इत्युक्ते शीघ्रं न धैर्यमिति. पश्यन्तु तत्र शब्दकोशे धैर्यमिति एव स्यात्. साहसं इत्युक्ते कोरेज्. अस्तु तत्र धैर्यं साहसं किञ्चित् भिन्नमस्ति. धैर्यम् इत्युक्ते टेनासिटि पर्सवियरेन्स् टेनेशियस् पर्सवियरेन्स् इति धैर्यं पर्सवियरेन्स् धीरः. तत्र कुत्रचित् समानमस्ति कुत्रचित् किञ्चित् भिन्नमस्ति. पद्मा भगिनी अग्रे. महोदय अत्र सहायकृत् शब्दस्य रूपं ज्ञातुमिच्छामि. सहायकृत् इति अनुमानं कर्तुं शक्नोति इति मन्ये. तत्र साहाय्यं यः करोति यः साहाय्यं करोति सः सहायकृत्. अत्र तद्धितरूपमस्ति. तद्धितरूपं तस्य रूपस्य नाम तद्धितरूपमस्ति. कृत् इति तकारान्तरूपमस्ति. सहाय योगः कृत्. यः सहायं करोति सः सहायकृत्. अस्तु अग्रे गच्छेम. पद्माभगिनी पठतु. वक्षस्थलेन मस्तकेन दृष्ट्या मनसा वाचा पादाभ्या हस्ताभ्या पादाभ्यां हस्तकाभ्यां कर्णाभ्यां च क्रियमाणः नमस्कारः साष्टाङ्गनमस्कारः इति कथ्यते. साष्टाङ्गनमस्कारः इति कथ्यते. अस्तु, नाम साष्टाङ्गनमस्कार अर्थं वक्षस्थलेन मस्तक सर्वाङ्गं अधिकरणतया मस्तकेन यानि स्थिरते दृष्ट्या अर्थं चक्षु मनसा बुद्धि बुद्धि वाचा अर्थं वाक् अण्ड् पादाभ्यां पादां हस्ताभ्यां पादाभ्याम् इति अस्य वचनं विभक्तिः च किमवचनं का विभक्तिः सप्तमी सप्तमी नास्ति. शुभा भगिनी वदतु पादाभ्यां तृतीया पादाभ्यां तत्र वचनं विभक्तिः पादाभ्यां द्विवचनं विभक्तिः तृतीया द्विवचनं तृतीया अस्ति. पद्मा भगिनी, अत्र किमस्ति, अत्र सप्तमी कथमा स्यात्? एतत् सर्वं तत्र पश्यतु, वक्षस्थलेन का विभक्तिः अस्ति? पद्मा भगिनी वदतु वक्षस्थलेन. वक्षस्थलेन तृतीया विभक्तिः. मस्तकेन तृतीया. दृष्ट्या तृतीया विभक्तिः. मनसा तृतीया. वाचा तृतीया. ओ, पादाभ्यां किं सप्तमी? कर्णाभ्यां च क्रियमाणः नमस्कारः. कति अङ्गानि सन्ति? सप्ताङ्ग. न न न, कति अङ्गानि अत्र? स अष्ट अङ्ग साष्टाङ्ग अष्ट साष्टाङ्ग स अष्ट अङ्गनमस्कारः साष्टाङ्गनमस्कारः इति कथ्यते. अस्तु, समीचीनमस्ति. अग्रे सुभाषितं पठतु. मनसा तिरसा दृश्या मनसा वचसा तथा पादाभ्यां कराभ्यां. न न, पादाभ्याम् इति नास्ति, पादाभ्यां नास्ति अत्र. पदाभ्यां पद्भ्यां पद्भ्यां कराभ्यां कर्णाभ्यां प्रणमोष्टाङ्ग उच्यते. प्रणामोष्टाङ्गमुच्यते. प्रणामः अष्टाङ्ग उच्यते. प्रणामोष्टाङ्ग. अस्तु, समीचीनमस्ति. अत्र पद्भ्याम् इति किमर्थमस्ति अत्र? लक्ष्मीभगिनी वदतु पद्भ्याम् इति किमस्ति अत्र? पूर्वं तु पादाभ्याम् इति आसीत्, अत्र पद्भ्याम् अस्ति. मुद्रणदोषः अस्ति वा? न महोदय, अन्यत् नाम पादः. हा, अत्र पादाभ्याम् इति तत्र अकारान्तपाद इति शब्दः, पादः पाददेवः पादः इति पुलिङ्ग अकारान्तशब्दः पादः, द्विवचने तृतीयविभक्तौ पादाभ्यां यथा देवाभ्यां. किन्तु अत्र पद् इति दकारान्त हलन्तशब्दः अस्ति. पद् दकारान्तशब्दः अस्ति, अतः रूपं भिन्नम् अस्ति, अतः समानः. पद्भ्यां, पादाभ्याम्, अहम् आपणं गच्छामि पादाभ्याम् अथवा पद्भ्यां, समानमस्ति. समीचीनम्. अस्तु, इति अत्र तत्र विशेषविशेषभावः सङ्ख्यानाम्. अग्रे किञ्च कश्चन आस्वादः भवतु अत्र एकादश तत्र पाठयितुं. महोदय, महोदय, एकः विषयः अस्ति, अहं सम्यक् कर्तुम् इच्छामि. कक्षायाम् आदौ अद्य अहम् उक्तवान् अस्मद् अस्य द्वितीया विभक्ति विकल्पेन मे भवति इति, परन्तु अत्र विकल्पेन मा इति महोदय, अत्र अस्मद् अस्मद् अस्य द्वितीया विभक्ति विकल्पेन माम् अथवा मे भव मा भवति महोदय, अत्र मे न. चतुर्थी षष्ठी तु विकल्पेन मे भवति, द्वितीया विभक्ति तु मा अस्ति महोदय. क्षम्यताम्, अत्र अहं किञ्चित् सम्यक् न उक्तवान्, शुद्धं न कृतवान्. न न, समीचीनमेव. अस्तु, अग्रे पश्येम. अत्र पूरणप्रत्ययान्ताः, पूरणप्रत्ययान्ताः इति नूतनविषयः अस्ति, अग्रिमे सप्ताहे करिष्यामः. पूरणप्रत्ययान्ताः तत्र यत्र क्रमेण, नाम प्रथमम् अहम् एतत् करोमि, द्वितीयं करोमि एतत्, तृतीयं नाम प्रथमं कार्यं करोमि, द्वितीयम् अध्ययनं करोमि, तृतीयं खादामि इति क्रमेण यदा किञ्चित् भवति, प्रथमः जनः अत्र अस्ति, द्वितीयः जनः तत्र अस्ति, तृतीयः जनः अन्यत्र अस्ति इति क्रमेण यत् किमस्ति तत्र पूरणप्रत्ययः अस्ति. अस्तु, अत्र पश्यन्तु, अत्र अतः अस्मिन् पूर्वतने पाठे तत्र विशेषविशेषभावः तत्र सामान्य सङ्ख्यानाम्. अत्र पूरणप्रत्ययान्ताः इति चेत् तत्र एकसप्ततितमे पुटे पश्यन्तु, एकसप्ततितमे पुटे पश्यन्ति. अत्र एते शब्दाः सर्वे अकारान्ताः देवशब्दवत्. अतः यथा उन्नतशब्दः, एते शब्दाः पूर्णप्रत्ययान्ताः विशेषणानि सन्ति, अतः यथा उन्नतशब्दः अकारान्तः अस्ति, उन्नतः, उन्नता, उन्नतम्, तथैव भवति प्रथमः, प्रथमा, प्रथमं, द्वितीयः, द्वितीया, द्वितीयं, तृतीयः, तृतीया, तृतीयम् इत्यादिकमस्ति. अत्र कुत्रचित् मकारः भवति, तत्र पञ्च इत्यस्मात् आरभ्य दशपर्यन्तं, किन्तु षष्ठं विहाय. पश्यन्तु, प्रथमः, द्वितीयः, तृतीयः, चतुर्थः, पञ्चमः, तत्र मकारः भवति, अनन्तरं सप्तमः, अष्टमः, नवमः, दशमः, किन्तु मध्ये षष्ठी अस्ति, तत्र षड्, षष्ठः, महाप्राणः अस्ति, तत्र दोषः न स्यात् तत्र षष्ठः. अपि च पश्यन्तु यत् स्त्रीलिङ्गे तत्र तृतीय इति शतपर्यन्तम् आकारान्तः भवति, तदनन्तरं भवति इकारान्ताः, चतुर्थी, पञ्चमी, षष्ठी, सप्तमी, अष्टमी, नवमी, दशमी इति, ततः अग्रे सर्वे तत्र इकारान्ताः भवति, किन्तु तृतीयपर्यन्तम् आकारान्तः इति, एतत् सर्वं मनसि भवेत्. अनन्तरम् एकादश इत्यस्मात् आरभ्य तत्र मकारः न भवति. एकादशः, द्वादशः, त्रयोदशः, चतुर्दशः, पञ्चदशः, षोडशः, सप्तदशः, अष्टादशः, नवदशः. अनन्तरं विंशति इत्यस्मात् आरभ्य तम इति कश्चन प्रत्ययः अस्ति, तमः. तर्हि तत्र संयोजनीयमस्ति, प्रत्ययः संयोजनीयः अस्ति विंशतितमः विंशतितमः तत्र एकविंशतितमः द्वितीयविंशतितमः एकविंशतितः द्वाविंशतितमः त्रयोविंशतितमः इत्यादिकमस्ति. अनन्तरं त्रिंशत् इति अपि तथा, त्रिंशत्तमः, चत्वारिंशत्तमः, पञ्चाशत्तमः, षष्टितमः. यत्र शब्दः तकारान्तः अस्ति चत्वारिंशत्, तत्र तकारद्वयं भवति, पश्यन्तु, चत्वारिंशत्तमः, चत्वारिंशत्तमः, द्विवारं भवति. किन्तु षष्टिः, तत्र तकारः नास्ति, अतः एक एव अस्ति, षष्टितमः, सप्ततितमः, अशीतितमः, नवतितमः, शततमः. विंशति इत्यस्मात् आरभ्य तम इति भवति, तस्मात् पूर्वं न. समीचीनमस्ति. अत्र कोऽपि प्रश्नः वा? अन्यच्च अग्रिमे सप्ताहे पुनः वदिष्यामि, किन्तु अत्र तत्र पृथक्तया शैली अन्या अपि अस्ति, अन्या शैली. तत्र विंशतितमः, विंशतितमः इत्यस्य स्थाने विंशः इति अस्ति. विंशतितमः, विंशतितमः किं शाकः, विंशतितमः यः कोऽपि, विंशतितमं पुस्तकं, तत्र तस्य स्थाने विंशतितमं पुस्तकम् इत्यस्य स्थाने विंशं पुस्तकं, विंशं, विंशं, विंशतितमः, विंशतितमम् इति अस्ति. अत्र यत्र पश्यन्तु विंशतिः, तत्र तकारः अस्ति, विंशतिः, तकारे इकारः, विंशतिः. तकारात् आरभ्य यावत् यावान् भागः अस्ति तं भागं निष्कास्य अह इति अस्ति विसर्गः, विंशः. तर्हि विंशतितमः जनः अथवा विंशः जनः, विंशतितमः जनः अथवा विंशः जनः. स्त्रियां तत्र उभयत्र इकारः भवति, विंशतितमी महिला अथवा विंशी महिला, विंशी महिला, त्रिंशी, त्रिंशत्तमी महिला, त्रिंशी महिला, विंशतितमं यानं, विंशं यानं. तर्हि अत्र विंशतितमः विंशः, त्रिंशत्तमः, तत्र किम् अस्ति विकल्पेन, किं भवति? तकारात् आरभ्य भागः अस्ति, तत् निष्कास्य अह इति संयोज्यते. विंशतितमः विंशः, त्रिंशत्तमः त्रिंशः, चत्वारिंशत्तमः चत्वारिंशः, चत्वारिंशः, पञ्चाशत्तमः पञ्चाशः, पञ्चाशः इति तत्र पर्यन्तं तथा भवति. अनन्तरं ततः अग्रे तत्र तकारस्य निष्कासनं न भवति, अतः षष्टितमः अथवा षष्टः, सप्ततितमः अथवा तकारः न गच्छति, तिष्ठति एव. अत्र इकारः न तिष्ठति, केवलम् अह इति भवति. षष्टिः, षष्टिः इति षष्टः, सप्ततितमः सप्ततः, सप्ततः, सप्ततः, अशीतितमः अशीतः, अशीतः, नवतितमः नवतः, नवतः इति अस्ति विकल्पेन, विकल्पेन भवति. अस्तु, बहु सम्यक् अस्ति. अत्र तर्हि इदानीं विरमामः, समयः जातः, किन्तु अग्रिमे सप्ताहे अस्य सर्वस्य अभ्यासः भविष्यति. अस्तु, समीचीनं. तर्हि सर्वेषां धन्यवादः, नमस्कारः. धन्यवादः, धन्यवादः, नमस्कारः, धन्यवादः, नमस्कारः.